गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। विरुद्धनिरूपणम् इत्यत्र स्मः। साध्याभव्याप्यः हेतुः विरुद्धः, यथा शब्दः नित्यः कृतकत्वात् इति अनुमानम्। शब्दः नित्यः कृतकत्वात् तत्र वस्तुतः कः क्लेशः इति चेत्, नित्यकृतकत्वयोः मध्ये व्याप्यभावकभावः एव नास्ति। तर्हि साध्यसामानादिकरण्यम् अपि कृतकत्वे नास्ति, साध्य अभावत् अवृत्तित्वम् अपि कृतकत्वे नास्ति, उभयमपि नास्ति इति कृत्वा विरुद्धः एषः हेतुः इति अधीतम्। तत्र पूर्वपक्षिलक्षणं स्वीकृत्य साध्याभवत् अवृत्तित्वम् इति लक्षणं स्वीकृत्यापि अस्माभिः दृष्टं हेत्वधिकरणिष्ठ अत्यन्त अभाव अप्रतियोगी साध्यसामानादिकरण्यम् इति सिद्धान्तलक्षणं स्वीकृत्यापि अस्माभिः दृष्टं। तदनन्तरं साध्याभावव्यापकीभूव भूताभावप्रतियोगित्वम् इति तृतीयलक्षणं केवलव्यतिरेकस्थले यल्लक्षणं नैयायिकैः उच्यते तल्लक्षणं स्वीकृत्यापि अस्माभिः दृष्टम्। तत्र प्रतिबन्धकज्ञानस्य आकारः अस्ति कृतकत्वं नित्यत्व अभावव्यापकीभूताभाव प्रतियोगित्ववत् इति निश्चयः, प्रमात्मकः निश्चयः। साध्य अभावव्याप्तिं हेतौ अवगाहते इति कृत्वा एतदेव कृतकत्वं नित्यत्व अभाव व्यापकीभूताभावप्रतियोगित्ववत् इति आकारकं प्रतिबन्धकज्ञानं परामर्शं प्रतिबध्नाति। यदि दोषपूर्णपरामर्शं प्रतिबध्नाति, यदि परामर्शः उत्पद्यते तदा अनुमितिः अपि जायते, किन्तु परामर्शः एव न उत्पद्यते। किमर्थम् इति चेत्, एतत् ज्ञानं कृतकत्वं नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् इति ज्ञानं प्रतिबध्नाति। अयामुद्रया प्रतिबध्नाति इति चेत् तदभावव्याप्यवत्ता निश्चयमुद्रया, तद् अभाव तत् इति पदेन नित्यत्वं स्वीकृत्य नित्यत्वाभावव्याप्यवत्ता निश्चयमुद्रया एतत् विरोधी भवति। विरोधी इत्युक्ते प्रतिबन्धकं भवति इति अवगतम्। तत्र केवलं चिन्तनार्थं गृहपाठः मया दत्तः आसीत्। तर्हि केनापि कृतं चेत् इदानीं वदतु, पूर्वपक्षिलक्षणं साध्याभावत् अवृत्तित्वम् इति स्वीकृत्य वक्तव्यं। मेहुल् महोदय प्रयत्नं करोति वा? आं महोदय। अत्र शब्दः नित्य कार्यत्वात् इति भवेत् खलु, कार्यत्वात् इति अस्ति परन्तु कृतकत्वात्। ओ अस्तु, शब्दः नित्यः कार्यत्वात् इति ईमेल् मध्ये आसीत् परन्तु कृतकत्वात् इति। ओ कार्यत्वात् मया लिखितं वा? कार्यत्वात् इति लिखितं तत्र। ओ तत्र टङ्कनदोषः अस्ति प्रायः, कृतकत्वात् इति भवेत्, नो चेत् कार्यत्वात् इति एव अहं चिन्तयामि। अस्तु अस्तु अस्तु। तर्हि अत्र शब्दः इति पक्षः नित्यः इति साध्यं, नित्यत्वम् इति साध्यं, कृतकत्वम् इति हेतुः। अस्तु, अत्र पूर्वपक्षीव्याप्तिवाक्यमस्ति साध्याभवद् अवृत्तित्वम् इति, तर्हि साध्यम् अस्ति नित्यत्वं, साध्यस्य अभावः इति नित्यत्वाभावः, नित्यत्व अभाववत् कः इति, यः नित्यति अभाववद् इति घटः इति वयं स्वीकुर्मः, तदेव नित्यत्व अभाववद् अत् अस्ति। तस्मिन् अवृत् तदेव तत्र तस्मिन्नेव अवृत्ति अस्ति। तर्हि अवृत्तित्वं, परन्तु कः निष्ठ आवृत्तित्वं घटे अस्ति इति इति चिन्तयामः. घटः अस्तु, आवृत्तित्वं कुत्र भवेत्? आवृत्तित्वं हेतौ भवेत्, आवृत्ति हेतौ भवेत्. तर्हि अत्र हेतुः कृतकत्वमस्ति खलु? कृतकत्वमस्ति. तर्हि इदानीं साध्य अभाव नित्यत्व अभाववत् घटे नित्यत्व अभाववान् घटे कृतकत्वस्य आवृत्तित्वम् अस्ति वा वृत्तित्वम् अस्ति वा? वृत्तित्वमस्ति. वृत्तित्वमस्ति इत्युक्ते अवृत्तित्वस्य अभावः अस्ति. हा, अवृत्तित्वस्य अभावः सत्यं खलु? अवृत्तित्वस्य अभावः अस्ति. तर्हि कृतकत्वं, हा, तर्हि कृतकत्वस्य अभावः नास्ति, परन्तु नित्यत्वाभावस्य अभावः अस्ति. न न तादृशं नित्यत्वस्य अभावस्य अभावः इति न वक्तव्यम्. साध्य अभावत् अवृत्तित्वं हेतौ भवति चेत् तत् सद्हेतुः भवति, हेतुः भवति सत्यं सत्यं. किन्तु अवृत्तित्वस्य अभावः अस्ति इति कृत्वा, कृतकत्वे अवृत्तित्वस्य अभावः अस्ति इति कृत्वा, इदानीं कृतकत्वं हेतुः न भवति, हेत्वाभासः भवति नित्यत्वसाधनाय. तर्हि इदानीं प्रतिबन्धकज्ञानस्य आकारः वक्तव्यः. कृतकत्वम् इति विशेष्यं, तत्र विशेषणं वदतु. कृतकत्वम् इति विशेष्यं, विशेषणं किमपि कृतकत्वं तु न, अत्र 260th पेज् मध्ये अन्ते वाक्यमस्ति खलु महोदय, प्रकृतेः अपि च कृतकत्वं नित्यत्व अभाव व्यापकीभूत अभाव प्रतियोगिभवत् इति तृतीयलक्षणं स्वीकृत्य अत्र वाक्यं रचितं सत्यं. तत्र कृतकत्वम् इति विशेष्यं नित्यत्व अभाव व्यापकीभूत अभाव प्रतियोगित्ववत् इति कथं लिखितमिति चेत्, साध्य अभाव व्यापकीभूत अभाव प्रतियोगित्वम् इति व्याप्ति तृतीयव्याप्तिलक्षणं स्वीकृत्य अत्र रचितं. तर्हि तस्मिन् स्थाने नित्यत्व अभाव व्यापकीभूत अभाव प्रतियोगित्ववत् इत्यस्मिन् स्थाने इदानीं पूर्वपक्षिलक्षणं स्वीकृत्य वक्तव्यं तावदेव. ओ अस्तु अस्तु. कृतकत्वं कृतकत्वं नित्यत्व अभाववत् अवृत्तित्वम् अवृत्तित्ववत् भवति कृतकत्वम् इति. अवृत्तित्ववत् भवति वा अवृत्तित्व अभाववत् भवति वा? ओ सत्यं, हा, क्षम्यताम्, अवृत्तित्व अभाववत् भवति सत्यं. हा, कृतकत्वं नित्यत्व अभाववत् अवृत्तित्व अभाववत् अभाववत् भवति कृतकत्वम् इति कृत्वा, इति कृत्वा परामर्शः न जायते, न जायते. अतः अत्रापि तद् अभावव्याप्यवत्तानिश्च मुद्रया एव भवति खलु? हा, तद् अभावव्याप्यवत्तानिश्च मुद्रया एव वयम् उक्तवन्तः. आं सत्यम्. अस्तु, नित्यत् साध्य अभाववत् अवृत्तित्वं, साध्य अभाववत् अवृत्तित्वम् इति अस्ति. तर्हि साध्यम् इत्यनेन नित्यत्वं स्वीकुर्मश्चेत् नित्यत्व अभाववत् अवृत्तित्व अभावः अभावः कृतकत्वे अस्ति. अभावत्वं कृतकत्वे, अभावत्वं कृतकत्वे सत्यम्. अभावत्ववत् अभावत् अभाववत् अभाववत् इति वा अभावत्ववत् इति वा? नित्यत्व नित्यत्व अभाववत् नित्यत्व अभाववत् इत्युक्ते घटः, तत्र अवृत्तित्वं घटनिष्ठ अवृत्तित्वं पृथकत्वे अस्ति वा वृत्तित्वम् अस्ति वा इति चेत् वृत्तित्ववत् इति वक्तव्यम्. वृत्तित्ववत् इति वक्तु इति अनुत्वा अवृत्तित्व अभाववत्, हा, तदभावव्याप्यवत्ता निश्चयमुद्रा वक्तव्यम्, अतः अवृत्तित्व अभाववत् इति वदनीयम्. अस्तु, इति वक्तुं शक्यते. भवतु, किन्तु यदि एतादृशं वदेम तदा तद् अभावव्याप्यवत्तान्तरमुद्या भवति वा इति चिन्तयन्नस्मि. इत्युक्ते अत्र व्याप्य इति पदं न दृश्यते खलु? न, न दृश्यते. पृथकत्वं नित्यत्व अभाववत् नित्यत्व अभाववत् अवृत्तित्व अभाव अवृत्तित्व अभाववत् इति भवति. तर्हि तत्र व्याप्य इति पदं न दृश्यते. तर्हि यदि पूर्वपक्षीलक्षणं स्वीकृत्य वदेम तर्हि तद् अभावव्याप्यवत्तानिश्चयमुद्रया इति न भवति, किन्तु तद् अभाववत्तानिश्चयमुद्रया इति एव भवति. तदेव सत्यं, तत्र मुद्रा भिद्यते इति भेदः. अस्तु, एवं भवानेव करोतु. अत्र सिद्धान्तिलक्षणं स्वीकृत्य हेत्वधिकरणनिष्ठ अत्यन्त अभाव अप्रतियोगी साध्यसामानाधिकरण्यम्. अस्तु, हेत्वधिकरण हेतोः अधिकरणम् इत्युक्ते अत्र हेतु अस्ति कृतकत्वं, कृतकत्वस्य अधिकरणं, कृतकत्वस्य अधिकरणम् इति पुनः घटः इति वयं स्वीकुर्मः चेत् घटनिष्ठ अत्यन्ताभावः इति आगच्छति. घटनिष्ठ अत्यन्ताभावः इत्युक्ते घटे बहवः घटे अपि अत्यन्ताभावः सन्ति, परन्तु कः अत्यन्ताभावः नास्ति इति चिन्तनीयम्. तर्हि घटे हेतोः अत्यन्त अभावः न भवेत्. सत्यं, हेतोः अत्यन्त अभावः न भवेत्. किमर्थमित्युक्ते अग्रे प्रतियोगी अप्रतियोगी भवेत् अतः एव. किन्तु अत्र अप्रतियोगित्वं कृतकत्वे नास्ति, प्रतियोगित्वमेव कृतकत्वे अस्ति. प्रतियोगित्वमेव. किमर्थमित्युक्ते कृतकत्वस्य कृतकत्वस्य अत्यन्त अभावः अत्र अस्ति. कृतकत्वस्य अत्यन्त अभावः नित्यत्व हेत्व अधिकरणनिष्ठ हेतुः इति कृतकत्वं, हेत्व अधिकरणम् इति घटः. घटः सत्यं, घटनिष्ठ अत्यन्त अभाव अप्रतियोगित्व अप्रतियोगी अप्रतियोगी. तत्र अप्रतियोगी इत्यनेन साध्यं वक्तव्यं खलु. साध्यस्य अत्यन्त अभावः न भवेत्, न तु कृतकत्वम्. इत्युक्ते हेतुः यस्मिन् अधिकरणे अस्ति तत्र बहवः अत्यन्त अभावाः सन्ति, तेषु साध्यस्य अत्यन्त अभावः न भवेत्. किन्तु इदानीं नित्यत्वे नित्यत्वं नास्ति, नित्यत्वस्य अत्यन्त अभावः घटे अस्ति. घटे अस्ति सत्यम् इति कृत्वा अप्रतियोगित्वं नित्यत्वेन भवति, किन्तु प्रतियोगित्वमेव भवति. तर्हि प्रतियोगित्वं भवति चेत् तस्मादुपरि साध्यसामानादिकरण्यम् इति न भवति. अभावः तदर्थमेव तदर्थ अस्तु एतादृशचिन्तनेन किं लब्धम् इति चेत् किमर्थम् अत्र तृतीयव्याप्तिः स्वीकृतः अस्ति? पूर्वपक्षिव्याप्ति स्वीकुर्मश्चेत् तदभाव तदभावव्याप्यवत्रानिश्च मुद्रया इति न भवितुम् अर्हति. सत्यं, यदि तदभावव्याप्यवत्यानिश्च मुद्रया इति न भवति तदा किं भवति? परामर्शः न जायते इति न वक्तुं शक्यते. किमर्थम् इत्युक्ते परामर्शः जातुं परामर्शं जातुम् अत्र व्याप्तिः आवश्य व्याप्तिः न भवेत् तदा एव परामर्शः न जायेत खलु. यदा व्याप्तिः जायते अपि च हेतु पक्षधर्मता अपि भवति चेत् निश्चयेन परामर्शः जायत्येव. सत्यम्, अत्र व्याप्तिः न जायेत. तदेव आशयः. पूर्वपक्षीलक्षणं स्वीकुर्मश्चेत् व्याप्तिः जायते, तद् अभावव्याप्यवत्ता मुद्रया न भवति. सत्यं, जायते खलु तदभाववत्ता, तदभाववत्ता निश्चयमुद्रया एव भवति तत्र. एवं सिद्धान्तलक्षणे अपि क्लेशः अस्ति इति कृत्वा एव तृतीयलक्षणम् अत्र स्वीकृतम्. सत्यं, बुद्धं खलु? आमां बुद्धम्। अस्तु समीचीनं, तर्हि गृहपाठः कृतः, अपि च अस्य चिन्तनस्य लाभः अपि अनुभूतः। इत्युक्ते तदभावव्याप्यवत्ता निश्चयमुद्रया विरोधी भवेत्, अतः एव तृतीय। हा तर्हि एतादृशं वक्तव्यम् इति कृत्वा तृतीयलक्षणं स्वीकृतम्। किन्तु मनसि भवेत् एतद् लक्षणं केवलं केवलव्यतिरेकस्थले एव भवति इति। अस्तु अग्रे पठतु महोदय। विरुद्धनिश्चयस्य, विरुद्धनिश्चयस्य सामानाकारकत्वं कथम्? परन्तु अस्ति अत्र कृतकत्वं नित्यत्वाभावव्याप्यम् इति। एकनिमिषं महोदय, अत्र अग्रे गमनात् पूर्वं शीर्षकविषये किञ्चित् चिन्तयति वा, शीर्षके किमुक्तम् इति? आम्, विरोधस्य विरोधहेतोः अत्र इत्युक्ते विरुद्धनिश्चयस्य निश्चयः इत्युक्ते प्रमाज्ञानं। तर्हि विरुद्ध तस्य नामस्य नाम किं? प्रतिबन्धकज्ञानम्। हा प्रतिबन्धकज्ञानं, सत्यं प्रतिबन्धकज्ञानं। विरुद्धप्रतिबन्धकज्ञानस्य समानाकारकत्वं कथम् आगच्छति इति अत्र शीर्षकः अस्ति। तत्र तर्हि वयं पठितवन्तः समानाकारकम् इत्युक्ते किम् इत्युक्ते तत्र समानविशेष्यकत्वे सति समानविशेष्यता अवच्छेदकत्वे सति भावाभावप्रकारकत्वे सति सति एव समानप्रकारता अवच्छेदकत्वम् इति सर्वम् अस्ति चेदेव समानाकारकत्वं सङ्गच्छते। तदेव तस्य लक्षणवाक्यमस्ति। तर्हि तत्र अत्र विरुद्धप्रतिबन्धकज्ञाने तत् सर्वं कथम् आयास्यति इति अत्र चिन्तनम् अस्ति इति। इत्युक्ते एतावत्पर्यन्तं निश्चयात्मकं चिन्तितं, प्रमात्मकमपि चिन्तितम्, आहत्य षड् निकषाः सन्ति खलु? प्रतिबन्धकज्ञानं भवितुं षड् निकषाः पूरणीयाः भवन्ति। तत्र निश्चयात्मकत्वम् अस्माभिः चिन्तितं, प्रमात्मकम् अपि अस्माभिः चिन्तितं। तर्हि इदानीं समानाकारकत्वं कथम् इति वक्तव्यम् तस्मिन् विषये। तस्मिन् विषये इदानीं चिन्तनं, तदा एव प्रतिबन्धकत्वं निरूपितं भवति। निश्चयात्मकम् अस्ति, प्रमात्मकम् अस्ति इति कृत्वा प्रतिबन्धकत्वं निरूपितं भवति, समान आकारकत्वं भवेत्। आम्, अपि च तस्य निरूपणं करोति इदानीं। अपि च प्रमात्वं निश्चयत्वं विरुद्धहेतोः कृते एव चिन्तितवन्तः खलु? अधुना तत्र विरुद्धनिश्चयस्य किमर्थम् इति चेत् विरुद्धहेतोः विषये एव वयं प्रमात्वम् अपि च निश्चयत्वं चिन्तितवन्तः खलु? न, प्रमात् अत्र विरुद्धहेतोः विषये इति न वक्तव्यम्। इत्युक्ते विरुद्धहेतुः विषयः यस्य सः ज्ञानं, प्रतिबन्धकज्ञानं। ओ अस्तु, विरुद्ध कृतकत्वं नित्यत्वाभाव व्यापकीभूताभाव प्रतियोगित्ववत् इति ज्ञानमस्ति खलु? आम् आम्। तस्मिन् ज्ञाने अस्माभिः निश्चयत्वं चिन्तितम्, अपि च प्रमात्मकमपि चिन्तितम्। अस्तु, तर्हि इदानीं समान आकारकत्वमपि चिन्तनीयम् अस्ति, तदा एव प्रतिबन्धकत्वं निरूपितं भवति। अस्तु अस्तु, समीचीनं। तर्हि तस्मिन् विषये इदानीं चिन्तनं। हा तृतीय, इदानीं पठतु। अस्तु, परन्तु अस्ति अत्र कृतकत्वं नित्यत्वाभावव्याप्यम् इति हेतुमुख्यविशेष्यकः निश्चयः। अस्तु, नित्यत्वाभावव्याप्यकीभूताभावप्रतियोगित्व प्रतियोगित्ववत् कृतकत्वमस्ति इति एव प्रतिबन्धकज्ञानं। तत्र हेतुमुख्यविशेष्यकः निश्चयः, तत्र कृतकत्वम् इत्यस्य विशेषणमस्ति नित्यत्वाभावव्याप्यम् इति, कृतकत्वम् इति विशेष्यं, तदेव हेतुः अस्ति अस्मिन् निश्चय ज्ञाने, प्रतिबन्धकज्ञाने। पूर्वोक्ताः हि निश्चयाः साध्याभावव्याप्यं हेतुं पक्षे पर्वतादौ अवगाहन्ते इति अनुमितिसमानविशेष्यकत्वम् आयाति. अस्तु, पूर्वोक्ताः निश्चयाः. एकवारं सम्पूर्णपरिच्छेदं पठित्वा तदनन्तरं वाक्यशः पश्यामि. अस्तु, तस्माच्च ते भवन्ति तत्र तत्र अनुमितिप्रतिबन्धकाः. प्रकृते शब्दः नित्यः इति या अनुमितिः, तत्र शब्दत्वं विशेष्यतावच्छेदकम्. विरुद्धनिश्चये च कृतकत्वे नित्यत्वाभावव्याप्त्य व्याप्त्यवगाहनात् कृतकत्वत्वं विशेष्यतावच्छेदकम् इति समानाकारकत्वं दर्शितं न घटते. अस्तु, पूर्वे यत् वयम् उक्तवन्तः, निश्चयाः साध्याभावव्याप्यं हेतुं पक्षे. अस्तु, हेतुं पक्षे पर्वतादौ अवगाहन्ते इत्युक्ते साध्याभावव्याप्यं हेतु इति पक्षे इत्युक्ते पर्वतादौ दृश्यते इति अनुमितिसमानविशेष्यकत्वम् आयाति. समानविशेष्यकत्वं तत्र अस्ति एव, अत्र पर्वतः वन्यमान् इति अनुमितिज्ञाने. तस्माच्च ते भवन्ति तत्र तत्र अनुमितिप्रतिबन्धकाः. अत्र ते इत्यनेन किम् अस्ति? ते भवन्ति तेन किम् अवगच्छामः अत्र ते भवन्ति तत्र तत्र अनुमितिप्रतिबन्धकाः इत्यनेन? अस्तु, समान आकारकत्वं वक्तव्यं खलु महोदय. आम्, प्रतिबन्धक, एकनिमिषम्. समान आकारकत्वं निरूपणीयं खलु महोदय. आम् आम्, तर्हि इदानीं समान आकारकत्वं कथं भवति इति चिन्तनीयं, तस्मिन् विषये एव चिन्तनम् अत्र. सत्यं, प्रथमं तु तर्हि इदानीं प्रतिबन्धकज्ञानस्य आकारः कः? कृतकत्वं नित्यत्व अभाव व्यापकीभूताभाव प्रतियोगित्ववत् इति प्रतिबन्धकज्ञानस्य आकारः. तस्मिन् विषये चिन्तनम् इदानीं क्रमशः पश्येम. परन्तु अस्ति अत्र कृतकत्वं नित्यत्व अभावव्याप्यम् इति हेतुमुख्यविशेष्यकः निश्चयः. अस्मिन् निश्चये, निश्चये इत्युक्ते प्रतिबन्धकज्ञाने, कृतकत्वं नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् इत्यत्र कः मुख्यविशेष्यः इति चेत् हेतुः मुख्यविशेषः अस्ति. किन्तु पूर्वोक्ताः हि निश्चयाः साध्य अभावव्याप्यं हेतुं पक्षे पर्वतादौ अवगाहन्ते. पूर्वं यद् अस्माभिः दृष्टम् असाधारण साधारण इति हेत्वाभाससन्दर्भे कीदृशव्याप्तिः अवगाहते इति चेत् साध्य अभावव्याप्यं हेतुं पक्षे पर्वतादौ अवगाहन्ते खलु इति अनुमितिसामानविशेष्यकत्वम् आयाति. पर्वतः इति विशेष्यमस्ति तत्र. सत्यं, किन्तु अत्र मुख्यविशेषः कः? हेतुः जातः. तस्मात् ते भवन्ति तत्र तत्र अनुमितिप्रतिबन्धकाः इत्युक्ते अत्र प्रतिबन्धकज्ञानं यदस्ति तद् अनुमितिं बाधते. किन्तु इदानीं प्रकृते शब्दः नित्यः कृतकत्वात् इत्यत्र या अनुमितिः, शब्दे किमस्ति? शब्दत्वं, शब्दत्वमस्ति खलु. सत्यं, तर्हि प्रकृते शब्दः नित्यः इति या अनुमितिः, तत्र शब्दत्वं विशेष्यता अवच्छेदकम् अस्ति. तर्हि किन्तु किं निरूपणीयम् अस्माभिः? अत्र नित्यत्वं नास्ति इति निरूपणीयं, नो चेत् नित्यत्वम् अस्ति इति निरूपणीयं. शब्दः नित्यः, साध्यं नित्यः अस्ति खलु, नित्यत्वं साध्यमस्ति. तर्हि कथञ्चित् नित्यत्वं, नो चेत् नित्यत्वस्य अभावः पक्षे आगन्तव्यम्. इदानीं प्रतिबन्धकज्ञाने किमस्ति? पक्षः न आगतः एतावत्पर्यन्तं खलु, पक्षः पक्षः एव न आगतः. कृतकत्वं नित्यत्व अभाव व्याप्य नित्यत्व अभाव व्यापकीभूत अभाव प्रतियोगित्ववत् इति एव प्रतिबन्धकज्ञानम्. किन्तु पक्षः कथञ्चित् आनेतव्यः अस्ति तत्र. सामान्य इदानीं पर्वतः वह्निमान् धूमत्वात् इत्यत्र प्रतिबन्धक क्षम्यता प्रतिबन्धकमिति नास्ति, परामर्शज्ञानस्य आकारः कः वदतु इति वदतु. पर्वतः वह्निमान् धूमत्वात् इति अस्तु, परामर्शः पर्वतः अयं पर्वतः वह्निमान् इति वा, पर्वतः वह्निव्याप्य पर्वतः अयं पर्वतः इति, वह्निव्याप्य अयं पर्वतः इति न न वह्निव्याप्य धूमवान् अयं पर्वतः. उत्तमं खलु. आमामां वह्निव्याप्य वह्निव्याप्य धूमवान् अयं पर्वतः इति, वह्निव्याप्य धूमवान् अयं पर्वतः इति परामर्शज्ञाने सप्तविषयाः सन्ति. मुख्यविशेष्यः अस्ति अत्र प्रकारः, अत्र पक्षः. मुख्यविशेषणमस्ति साध्यम्. वह्निव्याप्य धूमवान् अयं पर्वतः इति परामर्शे मुख्यविशेषणं मुख्यप्रकारः अस्ति वह्निः, साध्यं साध्यम्. मुख्यविशेष्यः अस्ति पक्षः, प्रकारः पक्षः विशेष्यमस्ति. तन्मध्ये हेतुः अपि भवति, तत्र व्याप्यत्वमपि भवति इति बहवः प्रकाराः विशेष्याः उभयमपि सन्ति. आहत्य सप्तविषयाः भवेत्. तर्हि इदानीं कृतकत्वं नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् इत्यत्र पक्षः एव न आगतः इति क्लेशः अस्ति. तर्हि यावत्पर्यन्तं पक्षः न भवति तावत्पर्यन्तं समान आकारकत्वं न सम्पादयितुं शक्यते. इति कृत्वा अत्र उक्तं प्रकृते शब्दः नित्यः इति या अनुमितिः, तत्र शब्दत्वं विशेष्यता अवच्छेदकम्. विशेष्यता मुख्यविशेषः कः? पक्षः खलु, शब्दः पक्षः, शब्दः. शब्दे किमस्ति? शब्दत्वम् अस्ति. तन्न अवगाहते. विरुद्धनिश्चये तु कृतकत्वे नित्यत्वाभावव्याप्य अवगाहनात् व्याप्ये इति भवति खलु, नित्यत्वाभावव्याप्ये अवगाहनात् तत्र सन्धिः अस्ति. व्याप्य अवगाहनात् इति अस्ति कृतकत्वे नित्यत्व अभावव्याप्ये अवगाहनात् कृतकत्वत्वं विशेष्यता अवच्छेदकमिति समान आकारकत्वं दर्शितं न घटते. इत्युक्ते मुख्यविशेषः अत्र पक्षः कः? शब्दः. शब्दे किमस्ति? शब्दत्वमस्ति. किन्तु प्रतिबन्धकज्ञाने मुख्यविशेषः कः? कृतकत्वं. कृतकत्वे किमस्ति? कृतकत्वत्वमस्ति. तर्हि शब्दत्वं कृतकत्वं कृतकत्वत्वम् इति अनयोः मध्ये समान आकारकत्वं नास्ति, भिन्नः अस्ति खलु. कृतकत्वत्वम् इत्युक्ते शब्दत्वम् इति नास्ति. कृतकत्वत्वं कृतकत्वे अस्ति. शब्दः शब्दत्वं कुत्र अस्ति? शब्दे अस्ति इति कृत्वा समानप्रकारता भवेत् खलु. समानविशेषकत्वे सति समानविशेष्यता अवच्छेदकत्वे सति अत्र क्लेशः अस्ति. समानविशेष्यता अवच्छेदकत्वे समान आकारकत्वं न निरूपितम् इति क्लेशः अस्ति. अतः एव अत्र चित्रे एव एतादृशं दर्शितमस्ति. अनुमितिः कथं भवेत्? नित्यत्वं शब्दे अस्ति इति अनुमितिः भवेत्. तत्र प्रतिबन्धकः निश्चयः यदस्ति तत्र पश्यति चेत् नित्यत्वाभावाभावव्यापकत्वाभावप्रतियोगित्वं कृतकत्वं व्यतिरेकव्याप्तिं कृतकत्वे अवगाहमानः निश्चयः इति कृत्वा मुख्यविशेष्यः अस्ति कृतकत्वम्. तर्हि कथं वा समान आकारकत्वं भवति इत्यत्र प्रश्नः अस्ति. अतः इतोपि किञ्चित् चिन्तनीयम्. यथा मया गते वर्गे अन्त्ये उक्तं वयं तु अवगच्छामः अत्र अत्र अनुमाने कः क्लेशः शब्दः नित्यः कृतकत्वात् इत्यत्र यत्र यत्र कृतकत्वं तत्र तत्र नित्यत्व अभावः अपि च यत्र यत्र नित्यत्वाभावाभावः इत्युक्ते नित्यत्वम् अस्ति तत्र तत्र कृतकत्व अभावः अस्ति इति कृत्वा कृतकत्वं हेतुत्वेन स्वीकृत्य नित्यत्वं तत् पक्षः यत्किमपि भवतु शब्दः वा घटः वा यत्किमपि भवतु पक्षः अत्र नित्यत्वकृतकत्वयोः साध्यहेत्वोः मध्ये क्लेशः अस्ति इति कृत्वा समानाधिकरण्यं नास्ति साध्य अभावत् अवृत्तित्वमपि नास्ति उभयमपि नास्ति इति कृत्वा न सङ्गच्छते. किन्तु यदा वयं निरूपयामः तदा तत्र समान आकारकत्वं सम्पादनीयम् इति नियमः अस्माभिः स्वीकृतः. तदर्थम् एषः प्रयासः. सत्यं तद् न भवति इति दर्शनीयम्. हा तर्हि एतावत्पर्यन्तं किं किं जातं विरुद्धनिश्चये यद् मुख्यः विशेष्यः अस्ति हेतुः अपि च अनिमितौ यः मुख्यः विशेष्यः अस्ति शब्दः पक्षः तत्र शब्दः शब्दः इति पक्षः सत्यं शब्दे शब्दत्वं विशेष्यतावच्छेदकम् अस्ति प्रतिबन्धकनिश्चये मुख्यविशेषः हेतुः कृतकत्वमस्ति इति कृत्वा तत्र विशेषतावच्छेदकं कृतकत्वमस्ति इति कृत्वा किञ्चित् इतोपि करणीयं समान आकारकत्वं सम्पादनाय इतोपि किञ्चित् प्रायः किमपि समूह आलम्बनज्ञानम् उक्त्वा तेन समान आकारकत्वं सम्पादनीयं. तर्हि तत् कथं भवति इति अग्रे पश्यामि. सत्यं सत्यम्. अस्तु धन्यवादः महोदय. अग्रे सत्यभोम भगिनी पठति वा? निश्चयत्वेन निश्चयविशिष्टनिश्चयत्वेन प्रतिबन्धकत्वम् अतः एवं वाच्यं न अत्र एकाकी अयं निश्चयः अनुमितिविरोधी भवति किन्तु निश्चयान्तरेण सहितः को असौ सहकारी निश्चयः पक्षधर्मतानिश्चयः यद्यपि विरुद्धनिश्चयः साध्याभावव्याप्यहेतुपर्यन्तम् एव प्रकाशयति न तु हेतुम् अपि पक्षे तथापि हेतुमतामपि पक्षे तथापि पक्षे हेतुमता निश्चयसहकृतः सन् शब्दः नित्यः इत्यनुमितिं प्रति तदभावव्याप्यवत्ता निश्चयमुद्रया प्रतिबन्धको भवति. महोदय भवान् पृच्छतु. अस्तु तर्हि अतः एवं वाच्यम् इति अतः इति किमर्थम् अत्र लिखितं? देर्फोर् बिकास् पूर्वस्मिन् पङ्क्तौ अत्र समानाकारकत्वं नास्ति इति उक्तं तदर्थं किमर्थं नास्ति तत्र विशेषता अवच्छेदकत्वं भिन्नभिन्नः अस्ति तयोः समानम् आवश्यकमस्ति तद् नास्ति. उत्तमं बहु उत्तमं. तर्हि समानविशेषता अवच्छेदकत्वं नास्ति पक्षे शब्दे शब्दत्वम् अस्ति किन्तु प्रतिबन्धकज्ञाने मुख्यविशेष्यः अस्ति कृतकत्वं कृतकत्वे कृतकत्वम् अस्ति इति कृत्वा समानविशेष्यता अवच्छेदकत्वं न सम्पादितम् अतः एवं वाच्यम्. उत्तमं भगिनि. न अत्र एकाकी अयं निश्चयः अनुमितिविरोधी भवति. एकाकी इत्यनेन किम् अवगच्छति? एकाकी that alone. उत्तमं बहु उत्तमं. तर्हि कृतकत्वं नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् इति निश्चयः केवलं स्वयमेव अनुमितिविरोधी न भवति. समानविशेष्यता विशेषता अवच्छेदकत्वं नास्ति इति कृत्वा कृतकत्वं नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् इति निश्चयात्मकप्रमात्मकज्ञानं शब्दः नित्यः इति अनुमितिं प्रति प्रतिबन्धकं कर्तुम् एकाकीरूपेण अत्र प्रतिबन्धं कर्तुं न शक्यते. अस्तु, तर्हि किन्तु निश्चयान्तरेण सहितः, तर्हि इतोपि अन्यद् निश्चयम् अस्मिन् निश्चये योजनीयं, तदा मिलित्वा निश्चयद्वयं मिलित्वा अत्र विरोधिः भवति. तर्हि सः को असौ सहकारी निश्चयः? सः निश्चयः योजनीयः केन सह? कृतकत्वं नित्यत्वभावव्यापकीभूताभावप्रतियोगित्ववत् इति निश्चयेन सह अन्यः निश्चयः योजनीयः, तेन समानविशेषता अवच्छेदकत्वं सम्पादितं भवति. सः कः निश्चयः इति चेत् पक्षधर्मदा निश्चयः. पक्षधर्मता निश्चयः, पक्षधर्मता इति इत्यस्य आकारः वदतु एकवारम्. पक्षधर्मदः किमिति वदतु. हेदोः गुणः अस्ति खलु, हेदौ पक्षे अस्ति इति निरूपणीयं वा? हा, तर्हि पक्षधर्मता गुण कुत्र भवेत्? हेदौ भवेत्. हा, तर्हि इदानीं पश्यतु, पक्षधर्मता इति ज्ञाने पक्षः आगतः खलु? आम्, पक्षः आगतः इत्युक्ते धूमवान् पर्वतः, धूमवान् पर्वतः इति वदामश्चेत् तदेव वाक्यं, निश्चयात्मकप्रमात्मकवाक्यमस्ति. यत्र पक्षे हेतुः दृश्यते, धूमवान् पर्वतः इति वदामश्चेत् खलु. तर्हि इदानीं पक्षः आगतः अस्ति, तर्हि तदेव अत्र करोति आकारः आचार्यः. यद्यपि पक्षधर्मता निश्चयः, तर्हि पक्षधर्मता निश्चयः अपि अस्मिन् निश्चये प्रतिबन्धकज्ञाने योजनीयः अस्ति. तर्हि योजितमस्ति चेत् तत्र पक्षः आगतः, तत् कथम् इति पश्येम. निश्चयविरुद्धनिश्चयः साध्य अभावव्याप्तिहेतुपर्यन्तम् एव प्रकाशयति, न तु हेतुमत्ताम् अपि पक्षे. तद्बुद्धं खलु? तद्बुद्धम्. हा, कृतकत्वं नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् इति निश्चयः किं प्रकाशयति इति चेत् केवलं हेतुः अपि च हेतोः विशेषणं, कृतकत्वम् अपि च नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् इति निश्चयम् इति विशेषणं प्रकाशयति, न तु हेतुमत्तां पक्षेन निरूपयति. हेतुमत्ता इत्युक्ते हेतु पक्षधर्मान् पक्षः. हेतुमान् पक्षः, सत्यं, हेतुमान् पक्षः इति एतत् ज्ञानं न अवगाहते इति कृत्वा, तथापि पक्षे हेतुमत्ता निश्चयसहकृतः सन् शब्दः नित्यः इति अनुमितिं प्रति तदभावव्याप्यवत्ता निश्चयमुद्रया प्रतिबन्धकः भवति. तर्हि किं करणीयम्? अत्र पक्षधर्मता निश्चयः अपि योजनीयः अस्ति. बुद्धं खलु? बुद्धम्. अस्तु, तर्हि इदानीम् अग्रे पठतु, तत् कथं योजयति इति पश्यामि. पर्यवसितं तु तद् आत्मन् यद् आत्मनि समवायसम्बन्धेन शब्दः कृतकत्ववान् इति पक्षधर्मदा निश्चयः उत्पद्यते, तदात्मनि एव एतत् ज्ञानात् पूर्वं पश्चात् वा व्यतिरेकव्याप्तिघटनया कृतकत्वं निश्चयत्वाभावव्यापकीभूताभावप्रतियोगी, निश्चयत्वाभावाभावव्यापकीभूताभावप्रतियोगी अथवा कृतकत्वं नित्यत्वव्यापकीभूताभाव नित्यत्वव्यापकीभूताभावप्रतियोगी इति एवंविधः विरुद्धहेतु हेतुभासविषयकनिश्चयः अपि उत्पद्यते चेत् तौ उभौ मिलित्वा शब्दः नित्यत्ववान् इति अनुमतिं प्रति प्रतिबन्धकौ भवतः. इदानीं यस्य आत्मनि समवायसम्बन्धेन शब्दः कृतकत्ववान् इति पक्षधर्मदा ज्ञानं निश्चयः उत्पद्यते. यस्य मनसि यदा शब्दः आत्मनि शब्दः कृतकत्ववान् इति एकज्ञानम् उत्पद्यते. तत् ज्ञानात् पूर्वं वा पश्चात् द्वितीयज्ञानमस्ति एतत् नित्यत्वाभावाभावव्यापकीभूताभावप्रतियोगित्ववत् कृतकत्वम् इति ज्ञानद्वयं मिलित्वा तस्मिन् आत्मनि इदानीं शब्दः नित्यत्ववान् इति अनुमतिं प्रति प्रतिबन्धको ज्ञानं भवति इति. तर्हि अत्र किं कृतं तद् वदतु, स्वशब्दैः वदतु. इदानीं प्रतिब शब्दः अनित्यः इति अनुमिति निरूपणार्थं तत्सर्वं त्यजतु. इदानीं गते सोपाने पक्षधर्मता योजनीया इति अवगतम्. इदानीं तत् कथं योजितुं शक्यते इति उक्तमस्ति. तत्र ज्ञानद्वयस्य आवश्यकता अस्ति इति उक्तं. तत् कुत्र आगच्छति इति चेत् यस्य आत्मनि एतादृशं सन्देहः कथम् इति प्रतिबन्धकः भवति इति चिन्तयति, सन्देहः अस्ति तस्य आत्मनि एव भवति इति. सन्देहः इति नास्ति. तर्हि अत्र एवं मम प्रश्नस्य उत्तरम् एवं वक्तव्यं भगिनि. आत्मा अधिकरणत्वेन, समान अधिकरणत्वेन इदानीं स्वीकृतम् इत्युक्ते यस्मिन् आत्मनि कृतकत्वं नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् इति प्रतिबन्धकज्ञानं जायते तस्मिन्नेव आत्मनि शब्दः कृतकत्ववान् इति ज्ञानमपि अस्ति खलु. अस्ति. तर्हि इदानीं भिन्नभिन्नज्ञानौ ज्ञाने द्वयमपि शब्दः कृतकत्ववान् इति ज्ञानं भिन्नमस्ति. अपि च कृतकत्वं नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् इति ज्ञानं भिन्नमस्ति. भिन्नमस्ति. तर्हि इदानीं ज्ञानद्वयमपि एकस्मिन् आत्मनि उत्पद्यते इति कृत्वा आत्मा अत्र समान अधिकरणत्वेन स्वीकृत्य तर्हि आत्मनि आत्मा इति एकम् अधिकरणं यस्मिन् आत्मनि ज्ञानद्वयमस्ति शब्दः कृतकत्ववान् इति एकं ज्ञानं. द्वितीयज्ञानमस्ति कृतकत्वं नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् इति. तयोः समान अधिकरणम् आत्मा. अत्र आत्मा एकस्मिन् आत्मनि ज्ञानद्वयमपि जायते इति कृत्वा आत्मा समान अधिकरणत्वेन स्वीकृत्य इदानीम् अत्र अन्यः निश्चयः इत्युक्ते निश्चयान्तरेण सहितज्ञानं. तत्र निश्चयान्तरं किं? शब्दः कृतकत्ववान् इति निश्चयः. सः निश्चयः यस्मिन् आत्मनि वर्तते तस्मिन्नेव आत्मनि कृतकत्वं नित्यत्वभावव्यापकीभूताभावप्रतियोगित्ववत् इति निश्चयः अपि अस्ति इति कृत्वा आत्मा समान अधिकरणत्वेन स्वीकृत्य अत्र ज्ञानद्वयं संयोजितमस्ति. बुद्धं खलु तावत्? बुद्धं. तदेव अस्मिन् परिच्छेदे अग्रिम सोपानं किम् इति चेत् आत्मा समान अधिकरणत्वेन स्वीकृतं. तर्हि तस्मिन् आत्मनि ज्ञानद्वयं वर्तते. तावत् बुद्धं खलु? अपूर्वम् इदं प्रतिबन्धकत्वं न अन्येषु हेतुभासेषु वर्णनीयं भवति. तत्रापि द्वितीयः निश्चयः विरुद्धं हेतुभासम् अवगाहते इति तस्यैव प्राधान्यम् इति सः प्रथमनिश्चयेन विशिष्टः प्रतिबन्धकः विशिष्टः प्रतिबन्धकः इति अपि शक्यं वक्तुम् वैशिष्ट्यञ्च समानाधिकरण्यम् एककाले क्षम्यता समानाधिकरण्यम् एककाले एकात्मवृत्तित्वरूपं वैशिष्ट्यं हि सम्बन्धः स च समानाधिकरण्यरूपः समानाधिकरण्यम् एकस्मिन् क्षणे एकस्मिन् आत्मनि उभयोः निश्चययोः सत्त्वात् युज्यते अतः एव शब्दः कृतकत्ववान् इति हेतुमत्ता निश्चयविशिष्टः कृतकत्वं नित्यत्वव्यापकीभूताभावप्रतियोगी इति विरुद्धविषयनिश्चयः निश्चयविशिष्टनिश्चयत्वेन शब्दः नित्यत्ववान् इति अनुमितिं प्रति प्रतिबन्धकः इति प्रामाणिकाः निरूपयन्ति वस्तुतः अत्र नूतनं किमपि नास्ति यद् अस्माभिः चिन्तितं तदेव अत्र दत्तम् ज्ञातं किन्तु वदने क्लेशः अस्ति न अवगच्छति चेत् पर्याप्तं निश्चयविशिष्टनिश्चयत्वम् इति अस्ति निश्चयविशिष्टनिश्चयत्वम् इत्युक्ते पश्यतु आत्मनि इदानीं ज्ञानद्वयं किम् इति वदतु शब्दः कृतकत्ववान् इति एकं ज्ञानं तदनन्तरं कृतकत्वं नित्यत्वाभावाभावव्यापकीभूताभावप्रतियोगित्ववत् इति उत्तमं तर्हि इदानीं चिन्तयं शब्दः कृतकत्ववान् इत्यत्र मुख्यविशेष्यः कः शब्दः प्रकारः कः कृतकत्वम् इति कृतकत्ववान् कृतकत्वम् एव कृतकत्ववान् इत्यनेन शब्दः एव उक्तः इति कृत्वा कृतकत्वम् इति प्रकारः तर्हि एकस्मिन् आत्मनि एकस्मिन्नेव काले इदानीं शब्दः कृतकत्ववान् इति ज्ञानमपि अस्ति यत्र शब्दः विशेष्यः कृतकत्वम् इति विशेषणं तर्हि इदानीं द्वितीयज्ञानस्य आकारः कः कृतकत्वं नित्यत्वाभावाभावव्यापकीभूताभावप्रतियोगित्ववत् इति उत्तमं तर्हि इदानीं कृतकत्वम् इति पूर्वज्ञाने शब्दः कृतकत्ववान् इति ज्ञाने यत् कृतकत्वं प्रकारत्वेन भासते सः इदानीं विशेष्यः अस्ति यत्र प्रकारः अस्ति व्यापकी अत्र नित्यत्वाभावभावव्यापकीभूताभावप्रतियोगित्ववत् इति खलु इति कृत्वा निश्चयविशिष्टनिश्चयत्वेन निश्चयविशिष्टनिश्चयत्वेन इत्युक्ते निश्चयज्ञानद्वयमस्ति शब्दः कृतकत्ववान् इति एकः निश्चयः द्वितीयः निश्चयः अस्ति कृतकत्वं नित्यत्वाभावव्यापकीभूत अभावप्रतियोगित्ववत् इति प्रथमज्ञाने प्रथमनिश्चये शब्दः कृतकत्ववान् इति निश्चये यः प्रकारः अस्ति सः एव द्वितीयनिश्चये इदानीं विशेष्यः जातः खलु इति कृत्वा इत्युक्ते सामान्य उदाहरणं वक्तव्यं चेत् भूतले घटः तर्हि इदानीं भूतले घटः इति वदामश्चेत् तत्र भूतलं विशेष्यमस्ति घटः इति विशेषणमस्ति प्रकारः अस्ति भूतलं घटवत् इति ज्ञाने तर्हि इदानीं घटे घटः नीलरूपवान् इति द्वितीयं ज्ञानं स्वीकुर्मः घटः नीलरूपवान् इति द्वितीयं ज्ञानं तर्हि घटः भूतलं घटवत् इति एकं ज्ञानं घटः नीलरूपवान् इति द्वितीयं ज्ञानं. वस्तुतः तत्र किमस्ति, भूतले नीलघटः अस्ति. तर्हि एतादृशमपि अस्माभिः वक्तुं शक्यते, कथं घटः भूतलं नीलघटवत् इति वक्तुं शक्यते एकेन ज्ञानेन. तादृशम् अनुक्त्वा, तादृशम् अनुक्त्वा भूतलं घटवत् इति प्रथमम् उक्तं, तदनन्तरं घटः नीलरूपवान् इति द्वितीयं ज्ञानं. यदि एकस्मिन् काले एकस्मिन् आत्मनि ज्ञानद्वयं जायते तर्हि किं भवति, मिलित्वा भूतलं नीलघटवत् इति भवति खलु. एवमत्र शब्दः पृथकत्ववान् इति एकं ज्ञानं, यथा भूतलं घटवत्. द्वितीयं ज्ञानं कृतकत्वं नित्यत्वाभावव्यापकीभूत अभावप्रतियोगित्ववत् इति ज्ञानं घटः नीलरूपवान् इति. तर्हि मिलित्वा इदानीम् अस्माभिः किं वक्तुं शक्यते, प्रयत्नं करोति वा, यथा भूतलं नीलघटत्ववत्, नीलघटत्व नास्ति, नीलघट नीलघटवत् भूतलं नीलघटवत् इति यथा मिलित्वा वक्तुं शक्यते तदा तथा भवती प्रयत्नं करोतु. शब्दः नित्यत्वाभावाभाव व्यापकीभूताभावप्रतियोगित्ववत् इति कृतकत्वमपि आनीतव्यम्. कृतकत्ववान् शब्दः इति वक्तुं शक्यते वा महोदय, प्रयत्नं करोतु. शब्दः शब्दः कृतकत्ववान् कृतकत्ववान् इति अन्ते स्थापयतु, कृतकत्ववान् इति अन्ते स्थापयतु. यथा भूतलं नीलघटवत् इति उक्तं खलु, तत्र घटः इति अन्ते स्थापितं घटवत् इति, तर्हि कृतकत्ववान् इति अन्ते स्थापयतु. देन् शब्दः नित्यत्वाभावभावव्यापकीभूताभाव प्रतियोगित्ववत् कृतकत्ववान् इति, तत् समीचीनं वा? कृतकत्वं शब्दः कृतकः नित्यत्वाभावभावव्यापकीभूताभावप्रतियोगी कृतकत्ववान् इति वक्तव्यम्. प्रतियोगी कृतकत्ववान् इति, प्रतियोगी कृतकत्वं, प्रतियोगी च असौ कृतकत्वं च खलु इति समासः, विशेषणविशेष्य कर्मधारयसमासः. नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्व प्रतियोगी किं कृतकत्वं, कृतकत्वं च असौ कृतकत्वं तद्वान् शब्दः इति. तर्हि यथा भूतलं नीलघटवत् इति अस्माभिः उक्तं तथा अत्र इदानीं किं जातं, तर्हि इदानीम् अत्र अभावाभावः इति द्विवारं न वक्तं, तत्तु प्रतिबद्धज्ञानस्य आकारः अस्ति. अतः कृतकत्वं नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् इति यद् यद् यद् प्रतिबन्धकज्ञानस्य आकारः अस्ति तद् वक्तव्यं. तर्हि शब्दः नित्यत्वाभावव्यापकीभूताभावप्रतियोगी कृतकत्ववान् इति ज्ञानं. अभावाभावः इति त्यक्त्वा नित्यत्वव्यापकीभूत इति स्वीकुर्मः. नो, प्रतिबन्धकज्ञानस्य आकारः कः, प्रतिबन्धकज्ञानस्य नित्यत्वाभावाभावव्यापकीभूताभावप्रतियोगित्वम् इति न प्रति कृतकत्वं प्रतिबन्धकज्ञानस्य आकारः कृतकत्वं अत्र पेज् मध्ये अन्ते अस्ति खलु. ओ तदेव, कृतकत्वं नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् इति. तदेव प्रतिबन्धकज्ञानस्य आकारः. तर्हि तत्र शब्दः कृतकत्ववान् इति ज्ञानमपि योजयित्वा एकस्मिन् आत्मनि एकस्मिन् काले जायते उभयमपि अस्ति इति कृत्वा एतादृशं वक्तुं शक्यते. तर्हि शब्दः नित्यत्वाभावव्यापकीभूताभावप्रतियोगी कृतकत्ववान् इति वक्तुं शक्यते, यथा भूतलं नीलघटवत् तथा। महोदय अस्मिन् पुटे पूर्वस्मिन् परिच्छेदे 260th पेज् मध्ये तथा च कृतकत्वं नित्यत्वाभावाभावव्यापकीभूताभावप्रतियोगितवत् इति निश्चयः अयं प्रमात्मकः इति दत्तमस्ति खलु द्वितीय तस्मिन् विषये। अस्तु एकवारं तत् पठतु। तथा कृतकत्वं निश्चयत्वाभाव नित्यत्वाभावाभावव्यापकीभूताभाव प्रतियोगित्ववत् इति निश्चयः अयं प्रमात्मः साध्याभावव्याप्यहेतुम् अवगाहते। साध्याभावव्या तद् नास्ति भगिनि, इदानीम् अत्र 262nd पेज् मध्ये यद्भवती पठितवती तत्र सेकेण्ड् पेराग्राफ् महोदय फस्ट् पेराग्राफ् मध्ये कृतकत्वं नित्यत्वाभावाभावव्यापकीभूताभावप्रतियोगी अथवा कृतकत्वं नित्यत्वाभावव्यापकीभूताभावप्रतियोगी इति एवं विधः। तत्र कृतकत्वं नित्यत्वव्यापकीभूताभावप्रतियोगी इति एव अस्ति, अभाव इति नास्ति इति एव मम। अत्र एकवारं पठति वा, तदात्मनि एव तदात्मनि एव एतज्ज्ञानात् पूर्वं पश्चात् वा व्यतिरेकव्याप्तिघटनया कृतकत्वं नित्यत्वाभावाभावव्यापकीभूताभावप्रतियोगी अथवा कृतकत्वं नित्यत्वव्यापकीभूताभावप्रतियोगी इति एवं विधः विरुद्धहेत्वाभासविषयकनिश्चयः अपि उत्पद्यते चेत् दौ उभौ दत्तमस्ति खलु, कृतकत्वं नित्यत्वाभावाभावव्यापकीभूताभावप्रतियोगी अथवा कृतकत्वं नित्यत्वाभावव्यापकीभूताभावप्रतियोगी। तत्र प्रतिबन्धकज्ञानस्य आकारः कः, प्रतिबद्धज्ञानस्य आकारः कः इति वदतु। तदा आत्मनि एतत् ज्ञानं कृतकत्वं नित्यत्वाभावाभावव्यापकीभूताभावप्रतियोगी अथवा कृतकत्वं नित्यत्वव्यापकीभूताभावप्रतियोगी। प्रथमज्ञानम् अस्ति प्रतिबन्धकज्ञानं, द्वितीयज्ञानम् अस्ति प्रतिबद्धज्ञानम् इति नास्ति, विपरीतरीत्या उक्तवती। नित्यत्वव्यापकीभूताभावप्रतियोगी इति प्रतिबन्धकज्ञानस्य आकारः अस्ति। अहं विपरीतरीत्या व्यापकीभूताभावप्रतियोगी इति प्रतिबद्धज्ञानस्य आकारः अस्ति। अहं दोषः इदानीं अतः एव अहं सत्यं भवतु समीचीनं। तर्हि शब्दः नित्यत्वाभावव्यापकीभूताभावप्रतियोगी कृतकत्ववान् इति इदानीं सम्पादितं। तर्हि इदानीं समानविशेष्यत्वम् आगतं, शब्दः इति विशेष्यम्। अत्र शब्दे किमस्ति, शब्दत्वमस्ति, शब्दत्वमस्ति खलु अस्ति। अस्तु समीचीनं, तर्हि अग्रे गच्छामि। धन्यवादः भगिनि। रमेश महोदय अग्रे पठति वा तथा। रमेश महोदय श्रूयते मध्ये अस्ति महोदय, श्रूयते वा महोदय? इदानीं श्रूयते। तथा पूर्वोक्तरीत्या क्रमेण पदार्थनिरूपणायापि यतनीयं शब्दः नित्यत्ववान् इति अनुमितेः भ्रमत्वात् भवति कृतकत्वं नित्यत्वव्यापकीभूत अभावप्रतियोगी इति निश्चयः शब्दः कृतकत्वान् इति निश्चय अत्र शब्दनदोषः अस्ति, निश्चयः शब्दः कृतकत्ववान् इति तत्र वकारः एकः त्यक्तः अस्ति। कृतकत्ववान् पृथकत्ववान् इति निश्चयसहकृतः अनुमितिप्रतिबन्धकः इह च शब्दत्व अवच्छिन्न विशेष्यतानिरूपितनित्यत्व अवच्छिन्न प्रकारताशाली बुद्धित्व अवच्छिन्न प्रतिबद्धतानिरूपित शब्दत्व अवच्छिन्न विशेष्यतानिरूपित नित्यत्व अभाव व्याप्य कृतकत्व अवच्छिन्न प्रकारताशाली निश्चयत्व अवच्छिन्न प्रतिबन्धकत्वान् भवति कृतकत्वं नित्यत्व अभाव व्याप्यम् इति निश्चयः शब्दः कृतकत्वान् कृतकत्ववान् इति निश्चयविशिष्टः अयं निश्चयः शब्दः नित्यत्वान् नित्यत्ववान् इति अनुमितिं प्रति तद् अभाव व्याप्यवत्ता निश्चयमुद्रया प्रतिबन्धकः भवति तत् पदेन नित्यत्वं तद् अभावः नित्यत्व अभावः तद् व्याप्यं कृतकत्वं तद्वान् शब्दः तद्वत्ता शब्दे इति तर्हि पूर्वरीत्या क्रमेण पदार्थनिरूपणम् अपि करणीयमिति दत्तमस्ति शब्दः नित्यत्वान् इति अनुमितेः भ्रमत्वात् भवति कृतकत्वं भ्रमत्वज्ञानं भवति कृतकत्वं नित्यत्वव्यापकीभूत अभावप्रतियोगी इति निश्चयः शब्दः कृतकत्वान् इति निश्चयसहकृतः तर्हि शब्दः कृतकत्वान् इति निश्चयसहकृतः तस्यापि उपयोगं करणीयं तत्र तत् अनुमितिप्रतिबन्धकः इह च शब्दत्व अवच्छिन्न तर्हि तद् तत्र अनुमितेः अनुमितिप्रतिबन्धकस्य निरूपणं भवति महोदय तत्र भवता किं करणीयम् इदानीं प्रतिबन्धकज्ञानस्य आकारः वक्तव्यः प्रतिबद्धज्ञानस्य आकारः वक्तव्यः तत्र कृतकत्वं नित्यव्यापकीभूत कृतकत्वं नित्यत्वव्यापकीभूत अभावप्रतियोगी इति यज्ज्ञानमस्ति तस्य तदेव प्रतिबद्धज्ञानमस्ति पुनः वदतु प्रतिबद्धज्ञानस्य आकारः कः कृतकत्वं नित्यत्वव्यापकीभूत अभावप्रतियोगी इति चेत् न भवति खलु अत्र शब्दः अपि आनेतव्यः अस्ति प्रतिबद्धज्ञाने अपि शब्दः उभयत्र समानविशेष्यता भवेत् समेन विशेष्यता अवच्छेदकः भवेत् समानप्रकारः भवेत् समानप्रकारता अवच्छेदकः अपि भवेत् तत्रापि शब्दः कृतकत्वान् इति आनेतव्यं वा तर्हि हा यथा मया उक्तं भूतलं नीलघटवत् इति उक्तं खलु तथा अत्र प्रतिबद्धज्ञानस्य आकारः वक्तव्यः प्रतिबन्धकज्ञानस्य आकारः अपि वक्तव्यः उभयमपि वक्तव्यं तर्हि शब्दः नित्यत्वव्यापकीभूत अभावप्रतियोगी कृतकत्ववान् शब्दः इति वा शब्दः इति आरम्भे उक्तं कृतकत्ववान् इति तावद् वदति चेत् पर्याप्तं तदेव विशेषणम् इदानीम् एकमेव तर्हि अत्र पश्य अत्र दृष्ट्वा वदतु अत्र अनुमितिप्रतिबन्धकः इति इह शब्दत्व अवच्छिन्न शब्दत्वं कुत्र अस्ति शब्दे अस्ति तर्हि शब्दः इति वदामश्चेत् शब्दत्वं शब्दः एव शब्दत्वेन अवच्छिन्नः अस्ति इति खलु शब्दत्वेन कृत्वा शब्दः शब्दे किमस्ति विशेष्यता अस्ति तर्हि शब्दत्वावच्छिन्नविशेष्यता इत्यत्र शब्दः शब्दे विशेष्यता तर्हि शब्दे शब्दः इति विशेषः तेन निरूपितविशेषणं किम् नित्यत्वत्व अवच्छिन्न तर्हि नित्यत्वत्वं कुत्र अस्ति शब्दे न नित्यत्वत्वं कुत्र अस्ति नित्यत्वे अस्ति सत्यं तर्हि नित्यत्वं तर्हि शब्दः नित्यत्व इति तावद् प्राप्तं खलु शब्दत्व अवच्छिन्नविशेष्यता निरूपित नित्यत्वत्व अवच्छिन्नप्रकारताशाली बुद्धित्व अवच्छिन्नप्रतियोग प्रतिबद्धता तर्हि शब्दः नित्यः इति प्रतिबद्धज्ञानस्य आकारः अस्ति तावदावगतं खलु तदेव अत्र उक्तं शब्दत्व अवच्छिन्नविशेषता निरूपित नित्यत्वत्व अवच्छिन्नप्रकारताशाली बुद्धित्व अवच्छिन्नप्रतिबद्धता तर्हि प्रतिबद्धता कुत्र अस्ति नित्यशब्दः नित्यः इति ज्ञाने अस्ति तदेव अत्र न्यायशैल्या उक्तं तावदेव अस्तु तर्हि प्रतिबद्धतानिरूपित अस्तु इदानीं शब्दत्व अवच्छिन्न पुनः शब्दत्वं कुत्र अस्ति शब्दे अस्ति शब्दे अस्ति शब्दे विशेष्यता अस्ति तर्हि शब्दः शब्दत्व अवच्छिन्नविशेष्यता इत्युक्ते शब्दः इति वक्तुं शक्यते निरूपित नित्यत्व अभाव व्याप्य कृतकत्व अवच्छिन्न इति अस्ति तद्वदतु कृतकत्व अवच्छिन्न कृतकत्व कृतकत्वत्व अवच्छिन्न सत्यं तद् कृतकत्वे अस्ति तर्हि कृतकत्वस्य विशेषणं किम् अत्र कृतकत्वस्य विशेषणं नित्यत्व अभाव नित्यत्व अभावव्याप्यः अस्ति उत्तमं बहु उत्तमं तर्हि शब्दः नित्यत्व अभावव्याप्यकृतकत्वम् इति तर्हि प्रतिबद्धज्ञानस्य आकारः कः इति चेत् शब्दः नित्यः इति प्रतिबद्धज्ञानस्य आकारः तदेव शब्दत्वावच्छिन्नविशेषता निरूपित नित्यत्वत्वावच्छिन्नप्रकारता इति उक्तं शब्दः नित्यः इति प्रतिबद्धज्ञानम् अनुमितिः प्रतिबन्धकज्ञानस्य आकारः कः इति चेत् शब्दः नित्यत्व अभावव्याप्यकृतकत्ववान् इति इदानीं समान आकारकत्वं सम्पादितं खलु शब्दः नित्यः इति अनुमितिं प्रति शब्दः नित्यत्व अभावव्याप्यकृतकत्ववान् इति ज्ञानं प्रतिबन्धकः भवति बुद्धं खलु तदेव अत्र उक्तं नित्यत्व अभावव्याप्यकृतकत्वावच्छिन्न प्रकारताशाली निश्चयत्व अवच्छिन्न प्रतिबन्धकत्ववान् इत्युक्ते निश्चयत्वमस्ति अपि च प्रतिबन्धकता अपि अस्ति तस्मिन् ज्ञाने तर्हि प्रतिबद्धज्ञानस्य आकारः अस्ति शब्दः नित्यः प्रतिबन्धकज्ञानस्य आकारः अस्ति शब्दः नित्यत्व अभाव व्याप्यकृतकत्ववान् इति केवलं शब्दः कृतकत्ववान् इति वदति चेत् समान आकारकत्वं न लभ्यते शब्दः नित्यत्व अभाववान् इति वदामश्चेदपि समान आकारकत्वं न लभ्यते तर्हि शब्दः नित्यत्व अभावव्याप्यकृतकत्ववान् इति वदामश्चेत् इदानीं समान आकारकत्वं जातम् इति कृत्वा शब्दः नित्यत्व अभावव्याप्यकृतकत्ववान् इति ज्ञानं प्रतिबन्धकं भवति किं प्रति शब्दः नित्यः इति अनुमितिं प्रति प्रतिबन्धकः भवति. बुद्धं खलु? आम् महोदय. हा इति अस्ति समीचीनम्. अयं निश्चयः शब्दः नित्यत्ववान् इति अनुमितिं प्रति. अयं निश्चयः पुनः वदतु स्वशब्दैः. अयं निश्चयः कः निश्चयः? शब्दः कृतक् न शब्दः न कृतकत्ववान् शब्दः कीदृशकृतकत्ववान् शब्दः नित्यत्व अभावव्याप्य कृतकत्ववान् शब्दः. उत्तमं, भवता अवगतं, मम विश्वासः अस्ति. हा तर्हि शब्दः कृतक शब्दः नित्यत्व अभावव्याप्य कृतकत्ववान् इति निश्चयः. अयं निश्चयः शब्दः नित्यत्ववान् इति अनुमितिं प्रति कया मुद्रया? तद् अभावव्याप्यवत्ता निश्चयमुद्रया. हा प्रतिबन्धकः भवति. तर्हि तदभावव्याप्यवत्या निश्चयमुद्रया इत्यत्र अग्रे पठतु. तत्पदेन किं स्वीकर्तव्यम्? तत्पदेन नित्यत्वं स्वीकर्तव्यम्. हा तदभावः इत्युक्ते नित्यत्वस्य अभावः. हा नित्यत्व अभाव व्याप्यवत् व्याप्यवत् व्याप्य कृतकत्व कृतकत्वम् अस्ति. व्याप्यवत्ता कुत्र अस्ति? व्याप्यवत्ता तद्वान् शब्दः. तद्वान् हा व्याप्यवत्ता शब्दे अस्ति. ओके न व्याप्यवत्ता शब्दे नास्ति. व्याप्यवत्ता तु ज्ञाने अस्ति. व्याप्यवत्ता ज्ञाने अस्ति. अन्तिमवाक्यमेकवारं पठतु. तत्पदेन तत्पदेन नित्यत्वं तद् अभावः नित्य अभावः तद् व्याप्यं कृतकत्वं तद्वान् शब्दः अत्र दत्तमस्ति. तद्वान् शब्दः तद्वत्ता तद्वत्ता शब्दे अस्ति. शब्दे अस्ति ज्ञानेन शब्दे अस्ति. तद्वत्ता शब्देन अस्ति अस्ति इति कृत्वा तादृशशब्दः यस्मिन् ज्ञाने अस्ति. हा तर्हि दोषः कः इदानीं? दुष्टे दोषवत्त्वं सम्पादनीयं तदा अग्रे इदानीं यद्विषयक यद्विषयकत्वेन इति अस्ति खलु तदेव हेत्वाभासस्य लक्षणं तदग्रे वक्ष्यति. अस्तु तर्हि तद्वत्ता शब्दे जाता एतावत्पर्यन्तं. बहु समीचीनं. तर्हि शब्दः नित्यत्व अभावव्याप्यकृतकत्ववान् इति ज्ञानं प्रतिबन्धकं भवति. कं प्रति? शब्दः नित्यः इति अनुमितिं प्रति प्रतिबन्धकः भवति. बुद्धं खलु महोदय? आं महोदय बुद्धम्. अस्तु समीचीनम्. अस्तु अग्रे स्वामी महोदय पठति वा? अस्य स्वामी महोदय महोदय क्षम्यतां, शृणोमि वा अहम्? अस्तु भवतु, चिन्ता मास्तु. मेहुल् महोदय तर्हि अग्रे पठतु. आम् महोदय. अस्य निश्चयस्य प्रमारूपत्वेन प्रकारादारभ्य विशेष्यपर्यन्तं पदार्थस्य नित्यत्वाभावव्याप्यकृतकत्वस्य यद्विषयकत्वेन इत्यत्र हेत्वाभासलक्षणे यत्पदेन ग्रहणं सम्भवति तद्विषयकत्वेन निश्चयस्य कृतकत्वं नित्यत्वाभावव्याप्यम् इति निश्चयस्य शब्दः नित्यत्ववान् इति अनुमितिप्रतिबन्धकत्वम् अस्ति इति यत्पदेन नित्यत्वाभावव्याप्यकृतकत्वस्य ग्रहणात् तत्त्वं तादृशकृतकत्वे आगतम् इति दोषलक्षणसमन्वयः. तं दोषं हेतौ प्रापय्य तस्य दुष्टत्वसम्पादनाय च नित्यत्वाभावव्याप्यकृतकत्वं कृतकत्वं चे च इति समूहालम्बनं ज्ञानं स्वीकुर्मः। अस्तु, अत्र अस्य निश्चयस्य इत्युक्ते प्रतिबन्धकनिश्चयस्य प्रमारूपत्वेन, तर्हि प्रतिबन्धकनिश्चयः कः, ज्ञानं किम् इत्युक्ते शब्दः नित्यत्वाभाव नित्यत्वाभावव्याप्यकृतकत्ववान् इति निश्चयस्य प्रमारूपत्वेन यदा इति वयं स्वीकुर्मः, तत्र प्रकारात् आरभ्य विशेष्यपर्यन्तं के के विषयाः सन्ति तत्र नित्यत्वाभावव्याप्यकृतकत्वस्य, यद्विषयकत्वेन इत्यत्र हेत्वाभासलक्षणे यत् पदेन ग्रहणं सम्भवति, हेत्वाभासलक्षणे अत्र चित्रे दत्तमस्ति शब्दे कृतकत्वम् अस्ति, अपि च शब्दे शब्दत्वम् अपि अस्ति, प्रकारता तु नित्यत्वे अस्ति, तद्विषयकत्वेन निश्चयस्य कृतकत्वं नित्यत्वाभावव्याप्यम् इति निश्चयस्य शब्दः नित्यत्वान् इति अनुमिति प्रतिबन्धकत्वं तस्मिन्नपि अस्ति, अत्र शब्दः नित्यत्वाभावव्याप्य कृतकत्ववान् इति निश्चयः तस्मिन् अनुमितिप्रतिबन्धकत्वम् अस्ति, यतोहि तत्तु प्रतिबन्धकज्ञानमस्ति इति यत् पदेन नित्यत्वाभावव्याप्यकृतकत्वस्य। महोदय, अत्र किञ्चित् सन्दर्भः वक्तव्यः, इदानीं कस्मिन् विषये अस्माभिः प्रयासं क्रियते, प्रयासः क्रियते? अत्र अन्ते अत्र लिखितमस्ति, अत्र दोषलक्षणसमन्वयः आगतम् इति, तादृशकृतकत्वे इत्युक्ते अस्तु, अत्र हेत्वाभासस्य लक्षणं किम्? यद् विषयकत्वेन स्प्रेड्शीट् मध्ये अस्ति, तदेव तत्र एव अहं पठामि, अत्र यद् विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वं तत् हेत्वाभासः खलु, तत्त्वं हेत्वाभासत्वं खलु, तत्त्वं हेत्वाभासत्वं। तर्हि इदानीं प्रतिबन्धकत्वं निरूपितं, शब्दः नित्यः इति अनुमितिं प्रति शब्दः नित्यत्वाभावव्याप्यकृतकत्ववान् इति निश्चयः प्रतिबन्धकः भवति इति निरूपितम्। तर्हि इदानीं लक्षणसमन्वयः करणीयः, हेत्वाभासत्वम् इत्युक्ते किम्? यद्विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वं तद्वत्त्वं हेत्वाभासत्वम् इति लिखितमस्ति खलु, तस्मिन् विषये चिन्तनं। तर्हि अत्र यद्विषयकत्वेन इति वाक्ये यद् इति पदेन किं स्वीकर्तव्यम् इति अत्र लिखितमस्ति। यत् पदेन किं स्वीकर्तव्यम्? तद्विषयकत्व निश्चय, अत्र कृतकत्वं नित्यत्वाभावव्याप्यम् इति स्वीकरणीयम् इति स्वीकरणीयं यत्पदेन नित्यत्वाभावव्याप्यकृतकत्वम् इति। उत्तमं, यत्पदेन नित्यत्वाभावव्याप्यकृतकत्वं स्वीकर्तव्यं सत्यं खलु, तर्हि तदेव अत्र उक्तमस्ति, अस्य निश्चयस्य प्रमारूपत्वेन प्रकाराद् आरभ्य विशेषपर्यन्तं पदार्थस्य नित्यत्वाभावव्याप्यकृतकत्वस्य यद्विषयकत्वेन इत्यत्र हेत्वाभासलक्षणे यत्पदेन ग्रहणं सम्भवति इत्युक्ते यत्पदेन नित्यत्वाभावव्याप्यकृतकत्वं स्वीकर्तव्यं तद्विषयकत्वेन। अग्रे पठतु महोदय, तद्विषयकत्वेन निश्चयस्य, तद्विषयकत्वनिश्चयस्य कृतकत्वं नित्यत्वाभावव्याप्यम् इति निश्चयस्य शब्दः नित्यत्ववान् इति अनुमितिप्रतिबन्धकत्वम् अस्ति इति यत्पदेन नित्यत्वाभावव्याप्ते कृतकत्वस्य ग्रहणात् अस्तु तत्त्वं तादृशकृतकत्वे आगतम् इति दोषलक्षणसमन्वयः यद्विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वं तद्वत्त्वं हेत्वाभासत्वं खलु आम् आम् तर्हि यत्पदेन नित्यत्वाभावव्यापककृतकत्वं स्वीकृतम् आम् तद्वत्त्वं कुत्र अस्ति कृतकत्वे अस्ति खलु कृतकत्वे अस्ति तद्वत्त्वं तदेव सत्यं तद्वत्त्वं तदेव तर्हि नित्यत्वाभावव्यापकी नित्यत्वाभावव्याप्यकृतकत्वं कृतकत्वे अस्ति खलु इति कृत्वा लक्षणसमन्वयः कृतः तर्हि हेत्वाभासत्वम् इदानीं कृतकत्वे सम्पादितम् सम्पादितं सत्यं कीदृशकृतकत्वे नित्यत्वाभावव्याप्यकृतकत्वे सम्पादितम् सत्यं केवलं कृतकत्वे इति नास्ति किन्तु नित्यत्वाभावव्याप्यकृतकत्वम् अपि कृतकत्वे अन्तर्भूतम् अस्ति इति कृत्वा तत्र न्यायः उक्तः खलु इत्युक्ते विशिष्टं शुद्धात् न अतिरिच्यते इति एवं तज्ज्ञानेन अपि च तद्वत्त्वं तदेव इति ज्ञानेन इति ज्ञायेन इदानीं कृतकत्वे शब्दः नित्यः कृतकत्वात् इति यः हेतुः अस्ति तस्मिन् हेतौ इदानीं दोषत्वं सम्पादितं दोषः कः नित्यत्व अभावव्याप्यकृतकत्वमस्ति एषः कृतकत्वम् इति कृत्वा अत्र एषः हेतुः सद्हेतुः नास्ति इति निरूपितं तं दोषम् अग्रे पठतु महोदय तं दोषं तं दोषं हेतौ प्रापय्य तस्य दुष्टत्वसम्पादनाय च नित्यत्वाभावव्याप्यकृतकत्वं कृतकत्वं च इति समूहालम्बनं ज्ञानं स्वीकुर्मः तर्हि इदानीं समूहालम्बनज्ञानस्य आवश्यकता अस्ति नित्यत्वाभावव्याप्यकृतकत्वं कृतकत्वं च इति तर्हि समूहालम्बनज्ञाने कृतकत्वं उभयत्र विशेष्यमस्ति सामान्यविशेषमस्ति इति कृत्वा इदानीं दुष्टे दोषत्वं सम्पादितं भवति अस्तु अग्रे महोदय सत्यम् अत्र विरुद्धनिश्चये न शब्दः विशेष्यः इति समानविशेष्यकत्वं न घटते अतः अपरनिश्चयग्रहणम् अत्र अपरनिश्चये कुत्र न शब्दः विशेष्यः इत्युक्ते अत्र नित्यत्वाभावव्याप्यकृतकत्वं कृतकत्वं च इति समूहालम्बने उत्तमम् इति समूहालम्बनज्ञाने ज्ञाने शब्दः इति न दृश्यते खलु न दृश्यते हा तदेव अतः पुनः अपरनिश्चयग्रहणं पुनः नूतनज्ञानं ग्रहणं तर्हि इतोपि एकं योजनीयं अग्रे पठतु अस्तु तज्ज्ञानविषयप्रकृतहेतुतावच्छेदकं कृतकत्वत्वं तद्वत्त्वं कृतकत्वे अस्ति इति दोषवत्वात् कृतकत्वं दुष्टम् इति हा तदेव वयम् अधुना उक्तवन्तः अतः सुष्ठु उक्तां मूलकृता अत्र च हेतुः कृतकत्वं तच्च साध्याभावेन अनित्यत्वेन व्याप्तम् इति तदिदं चित्रेणापि सुष्ठु निरूपितम् आत्मा इति एकः अत्र तज्ज्ञानविषयप्रकृतिहेतु तावच्छेदकं कृतकत्वम् इति लिखितमस्ति तत्र अत्र समूहालम्बनं यत् ज्ञानमस्ति भाव नित्यत्वाभावव्याप्यकृतकत्वं कृतकत्वं तत्र प्रकृतहेतुतावच्छेदकं कृतकत्वम् अस्ति तस्मिन् कृतकत्वे तद्वत्त्वं कृतकत्वे अस्ति इति अत्र दोषः अस्ति अतः कृतकत्वम् इति दुष्टम् इति भवति अत्र किं करणीयं महोदय 187 चित्रमस्ति खलु पूर्वस्मिन् कृते अन्तिमं तद् परिशीलयतु, अत्र पश्यतु इदानीं, तत्र परिशीलयतु किञ्चित्. हा तर्हि आत्मा इति अधिकरणमस्ति, आत्मनि एव द्विविधः निश्चयज्ञानमस्ति. अत्र प्रथमनिश्चयज्ञानमस्ति शब्दे कृतकत्वम् इति. अत्र इत्युक्ते शब्दः कृतकत्ववान्, शब्दः कृतकत्ववान् इति एकम् एकः निश्चयः आत्मनि अस्ति. द्वितीयः निश्चयः अस्ति कृतक नित्यत्व अभाव, नित्यत्व अभावव्याप्य कृतकत्वम् इति. तत्र तदेव अत्र द्वितीयः निश्चयः अस्ति. द्वयोः निश्चयौ एककाले एकात्मनि स्थितौ, एकस्मिन् काले एक एव आत्मनि द्वौ स्थितौ स्तः इति अत्र चित्रेण दर्शितमस्ति. तर्हि एकः निश्चयः अत्र न पर्याप्तम्. सामान्यतया प्रतिबन्धकज्ञाने एकः निश्चयः एतावत्पर्यन्तम्, असाधारणे साधारणे च एकः एव निश्चयः पर्याप्तं पर्याप्तः. किन्तु इदानीं निश्चयद्वयम् आवश्यकमस्ति, शब्दः कृतकत्ववान् अपि च नित्यत्व अभावव्याप्यः कृतकत्वम् इति निश्चयद्वयं स्वीकृत्य उभयमपि एकस्मिन् काले एकस्मिन् आत्मनि जायते इति कृत्वा आत्मा समान अधिकरणत्वेन स्वीकृत्य अत्र सर्वम् अत्र समञ्जसं भवति. इत्युक्ते प्रतिबन्धकत्वं वक्तुं शक्यते तत्र. नित्यत्वाभावव्याप्यकृतकत्वं कृतकत्वं च इति समूह आलम्बनज्ञानं स्वीकृतः अस्ति. तर्हि तस्मादुपरि इतोपि किञ्चित् वक्तव्यम्. अत्र विरुद्धनिश्चये न शब्दः विशेष्यः इति समानविशेष्यकत्वं न घटति अस्मिन् समूह आलम्बनज्ञाने. तर्हि समूह आलम्बनज्ञानं कथं वक्तव्यं, प्रयत्नं करोति वा? तत् उपरि लिखितमस्ति नित्यत्वाभावव्याप्यकृतकत्वं कृतकत्वं च इति समूहालम्बनं ज्ञानं खलु. तर्हि अत्र तद् न पर्याप्तम् इति लिखितं खलु, तत्र शब्दः विशेषः नास्ति इति कृत्वा नित्यत्वाभावव्याप्यकृतकत्वं कृतकत्वं च इति समूह आलम्बनज्ञाने प्रतिबन्धकत्वं नास्ति सत्यं. यावत्पर्यन्तं शब्दः तस्मिन् अन्तर्भूतं भवति तर्हि शब्दमपि योजयतु. शब्दः कृतकत्ववान्, अत्र शब्दः नित्यत्वाभावव्याप्यकृतकत्ववान् इति भवेत्. शब्दः कृतकत्ववान् अपि च शब्दः नित्यत्वाभावव्याप्यकृतकत्ववान् सत्यं. तर्हि शब्दः कृतकत्ववान्, शब्दः नित्यत्वाभावव्याप्यकृतकत्ववान्, नित्यत्वाभावव्याप्यकृतकत्वं कृतकत्वं च इति त्रीणि ज्ञानानि समूहालम्बनत्वेन स्वीकुर्मश्चेत् शब्दः कृतकत्ववान्, शब्दः नित्यत्वाभावव्याप्यकृतकत्ववान् तावद्वदामश्चेत् न पर्याप्तम्. किमर्थम् इत्युक्ते नित्यत्वाभावव्याप्यकृतकत्वं कृतकत्वं च इति अपि वक्तव्यं. तदा एव समान आकारकत्वं लभ्यते तद् यद्विषयकत्वेन इति हेत्वाभासत्वं लभ्यते इति कृत्वा त्रीणि ज्ञानानि अन्तर्भूतानि भवन्ति समूहालम्बनज्ञाने. सत्यम् इति विशिष्टमस्ति अत्र. किमर्थमित्युक्ते अत्र समानाधिकरण्यमपि नास्ति, व्याप्तिः अपि नास्ति उभयोः मध्ये. तदेव प्रश्नः अस्ति अत्र. शब्दः नित्यः कृतकत्वात् इत्यत्र कृतकत्वम् इति पक्षधर्मता पक्षे अस्ति, किन्तु नित्यः इति उक्तं तत्र सम्बन्धः एव नास्ति. पक्षहेत्वोः पक्षसाध्ययोः मध्ये सम्बन्धः नास्ति, हेतुसाध्ययोः अपि सम्बन्धः नास्ति. इति कृत्वा कथञ्चित् अत्र एकं ज्ञानम् उक्त्वा हेत्वाभासत्वस्य लक्षणसमन्वयः कर्तव्यः इति कृत्वा एतादृशप्रयासः करणीयः। तर्हि तदेव अत्र उक्तमस्ति, तज्ज्ञानविषयप्रकृतहेतुतावच्छेदकत्व अवच्छेदकं कृतकत्वत्वं तद्वत्त्वं कृतकत्वे अस्ति इति। तज्ज्ञानविषयप्रकृतहेतुतावच्छेदकत्वं, तज्ज्ञान इत्युक्ते शब्दः कृतकत्वं कृतकत्ववान् इति एकं ज्ञानम्, नित्यशब्दः नित्यत्वाभावव्याप्यकृतकत्ववान् इति द्वितीयं ज्ञानम्, तज्ज्ञानविषयप्रकृतहेतुता अवच्छेदकत्वं कृतकत्वत्वं तद्वत्त्वं कृतकत्वे अस्ति इति दोषवत्वात् कृतकत्वं दुष्टम् इति सम्पादितं भवति। अस्तु, अतः सुष्ठुः उक्तं मूलकृत, अत्र च हेतुः कृतकत्वं च कृतकत्वं, हेतुः कृतकत्वं तच्च साध्य अभावेन अनित्यत्वेन व्याप्तम् इति सामान्यभाषया मूलकरे मूलकृता उक्तम्। तदिदं चित्ररूपेण सुष्ठुः निरूपितम् इति उक्तम्। वी हाव् टु गो थ्रू दिस् लाङ्ग् वैण्डिङ्ग् रूट् बिकास् समहौ वी हाव् टु हेत्वाभासस्य लक्षणपर्यन्तम् आगन्तव्यमस्ति इति कृत्वा अत्र एतादृशं वक्तव्यं भवति। बुद्धं खलु? अस्तु, प्रश्नाः सन्ति वा? हरिः ओम्। मया तु नास्ति महोदय। समीचीनं खलु? आम् आम्, समीचीनं महोदय। तर्हि सर्वे अत्र गृहपाठरूपेण किं कुर्वन्तु, मया अत्र स्प्रेड्शीट् मध्ये विरुद्धः इत्यत्र एतद् उदाहरणं न स्वीकृत्य लिखितं, पर्वतः वन्यमान् जलात् इति भिन्न उदाहरणं चित्र अत्र करपत्रे यद् महोदयेन चिन्तितं तदेव स्वीकृत्य लिखितं। तर्हि अहमपि करोमि, भवन्तः अपि कुर्वन्तु, यथा स्प्रेड्शीट् मध्ये एतदुदाहरणं स्वीकृत्य स्थापनीयं तदा कुर्वन्ति चेत् समीचीनबोधः सर्वैः भवति, सर्वेषां भवति। शब्दः नित्यः कृतकत्वात् इति, कृतकत्वात् इति योजयित्वा अत्र दोषः कः, लक्षणं किं, पक्षभिन्न अधिकरणं किं, प्रतिबद्धज्ञानं किं, प्रमात्मकनिश्चयात्मकज्ञानं किं, केन प्रमाणेन जायते, समानविशेष्यः कः, समानविशेषता अवच्छेदकः कः इति सर्वं वक्तव्यं। वक्तुं प्रयत्नं कुर्वन्ति चेत् महान् लाभाय भवति। अस्तु, तर्हि तदेव गृहपाठः, अग्रिमे वर्गे तत् चिन्तयित्वा अग्रे गन्तुं शक्यते। विरुद्धसत्प्रतिपक्षयोः भेदः, अत्र सत्प्रतिपक्षः इति भिन्नविद अन्यतम किं हेत्वाभासः अस्ति, तर्हि विरुद्धः अपि च सत्प्रतिपक्षः अनयोः मध्ये कः भेदः इति अग्रिमे पाठः, तदनन्तरं सत्प्रतिपक्षस्य निरूपणं भवति। अस्तु अस्तु, अत्र सगेम, सर्वेभ्यो नमस्कारः।